नमस्कारः, पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र इड् व्यवस्था अभ्यासः इति पाठः अनुवर्तते। पुष् धातुतः आरम्भणीयः। अरुणा भगिनी, भवती आरम्भं करोति वा? उष् इति धातुः भगिनी कुत्र अस्ति? भगिनी गुट् गुट् इति अस्ति, एकनिमिषं, द्वादश वा त्रयोदशपङ्क्ति टेक् कुक् मण् सेवेन् एय्ट् नैन् टेन् सेवेन् ट्वेल्व् तर्टीन् फोर्टीन् फिफ्टीन् सिक्स्टीन् सेवेन्टीन् भगिनि सप्तदश सप्तदश ओके गुष् भगिनि उष् उष् उष् भगिनि इट्स् सो हार्ड् टु फैण्ड् देम् सो फास्ट् इट् इस् इन् द 17th लैन् मिडिल् 1, 2, 3, 4, 5, 6, 7, 8, 9th धातु उष् उष् इति सेट् अस्ति, अवल्यं नास्ति। उष् धातु उषिता, उषितुम्, उषितव्यम्, ओषिता, ओ गुणगुण भवति, ओषिता, ओषितम्, ओषितुम्, ओषितव्यम्, ओषिष्यति, ओषिष्यत् पद एकं परसमयपदमेव भगिनि। अनन्तरं पू दीर्घ उकार अस्ति, अतः सर्वे दीर्घ उकारदातवः सेटः पू भवता भवितुं भवितव्यं न भगिनि पू भवति को भवति खलु पू पो भवति अस्ति अपि खलु ओ अनन्तरम् इ अस्ति पौ भवति भविता भवितुं भवितव्यं पवितिष्यति अपति अपविष्यत् श्रै एकारान्तदातवः पुनः दीर्घ आकार आगच्छति, श्रा भवति, सर्वे अनिटः श्राता, श्रातं, श्रातव्यं, श्रास्यति, अश्रास्यत्, रुज् अनिट् इतः मन्ये रुज् रोस् रोष्ट भवति, रोष्ट, रोषितुं, रोषितव्यं भगिनि चोहोकुः खलु ओके न भवति इक्त रोक्ता या रोक्ता, रोक्तुं, रोक्तव्यं, रोक्ष्यति, अरोक्षत् सम्यक् निश् विश् वेट् वे वेस्ट् अस्ति नश् अस्ति भगिनि, निश् नास्ति निश्चिता, निशितुं, निशितव्यं, निशिष्यति सकार आगच्छति, निशिष्यति, अनेशत् अनेशत् अनेशत् रूपपि रूप् रूपपि सेट् अस्ति, रु अर् भवति अर्पित् अर्पिता अर्पिता अर्पितुम् अर्पितव्यम् अर्पिष्यति त्रोपिता इति भवति त्रोपिता त्रोपिष्यति ऋकारान्त एव त्रोपिता त्रोपितुं त्रोपितव्यं त्रोपिष्यति अत्रोपिष्यत् मिह् मिह अवल्यम् अस्ति मिह् मेधा मेधुं मेधव्यं मेक्ष्यति अमेक्ष्यत् पट् अपि सेत् अस्ति आवल्यं नास्ति पठिता पठितुं पठितव्यं पठिष्यति अपठिष्यत् स्रु अपि अवल्यम् अस्ति भगिनि वेट् अस्ति वा स्रु स्वरिता ओके ओके वेट् अस्ति स्वरिता स्वर्ता ओके स्वरिता रूग् भगिनि स्वरिता स्वरितुं स्वरितव्यम् ओ स्वरिता स्वरितुं स्वरितव्यं स्वरिष्यति अस्वरिष्यत् स्वर्ता स्वर्ता स्वर्तुं स्वर्तव्यं स्वस्यति अस्वर्षत् तत्र स्वृ इति स्वरिष्यति इति एकमेव रूपं भवति ऋद्धनोः स्ये खलु अतः तत्र यदा करिष्यति तत्र एकमेव रूपं स्वरिष्यति इति भवति तत्र स्वर्तिष्यति इति किमपि नास्ति अस्ति भगिनि स्वरिष्यति अस्ति नो नो स्वर्षति अपि अस्ति भगिनि तु न दत्तं स्व ऋद्धनोः स्ये इत्यनेन नित्यम् एकं रूपम् इति दत्तम् वेट् दे आर् वेट् भगिनि स्प्रूसु तत्त्वात् तत्र केवलम् एकैव स्यात् वा आम् इति उक्तम् अत्र केवलं ऋद्धनोः स्वे इति उक्तत्वात् तत्र केवलम् एकमेव रूपम् इति तत्र ऋकारस्य कृते ऋद्धनोः स्वे इति उक्तत्वात् एकं रूपम् अथवा अन्ये वेट् दातवः सन्ति चेत् रूपद्वयं भवति अस्य विशेषः अतः तत्र स्वरिता स्वर्ता इति भवति परन्तु लृट् लकारे स्वरिष्यति अस्वरिष्यत् इति एकमेव रूपं स्वरिता सूति सूयति गुञ् इति तो वा तत् सूत्रेण वेट् भवति भगिनि देन् रूपं किं भगिनि स्वरिता स्वर्ता इति रूपम् इदागमः नास्ति चेत् इदागमः नास्ति चेत् स्वर्ता या स्वर्ता स्वर्तुं स्वर्तव्यं स्पर्शति तत्रापि स्वरिष्यति एव स्वरिष्यति इति एकमेव रूपं तत्र मम पुरे करपत्रम् अस्ति भगिनि महोदय करपत्रं जिराक्स् अस्ति अत्र रूपद्वयम् अस्ति भगिनि स्वश्यति अस्वश्यत् रूपद्वयम् अस्ति इष्या इति नास्ति वा स्वरिष्यति अस्ति अस्तु अत्र दत्तमस्ति अहं सत्यं स्वर्ष्यति इति दत्तं परन्तु स्ये इति रुद्धनो स्ये इति तत्र स्य इति तत्र साक्षात् उक्तत्वात् किमर्थम् तत्र तत्र काशिकायामपि अस्ति ऋकारान्तानां धातूनाम् अन्तेश्च इडागमो भवति करिष्यति हरिष्यति हनिष्यति स्वरतेर्वा इत्वात् ऋद्धनोः स्ये इत्येतत् भवति विप्रतिषेधेन स्वरिष्यति स्वरिष्यति इत्येव उक्तम् अत्र सूत्रसङ्ख्या सेवेन् टु 70 अपि परसूत्रमपि अस्ति, अपि साक्षात् उक्तमपि अस्ति, अतः तत्र अत्र स्वरति अपि उक्तं, परन्तु परसूत्रमिति कृत्वा विप्रतिषेधे परं कार्यम् इत्यनेन भवति इति चिन्तयामि. तदपि उक्तम् अत्र स्वरते वेत्त्वात् रिद्धनोः स्ये इत्येतद् भवति विप्रतिषेधेन स्वरिष्यति इति तत्र साक्षात् उक्तम्. किमर्थमिति न जाने, अहमपि तस्मिन् विषये पठामि भगिनि. लृट्लकारकरपत्रम् एव खलु, तत्र उक्तं तावदेव स्वरतेर्धातो यत् स्वरत्यादि यत् सूत्रेण वेत्त्वं विहितं तस्मात् अनेन स्ये ऋकारान्तेभ्यो विधीयमानं नित्यम् एत्वं भवति विप्रतिषेधेन, इत्युत्तमं भवति विप्रतिषेधेन इति अपि उक्तम्. नमस्कारः भगिनि, उषा भगिनि. धातु कुत्र अस्ति पङ्क्ति पङ्क्त्यां? प्रथमधातु किं श्लत् एव वा? उषा अभवत् वा? ऐ रिमेम्बर् उषा अभवत्. आम् आम्, उषा अभवत्. इदानीम् अन्तिमधातुः सुरु इति, तत्रैव चर्चा, तत्र वेट् धातुः सुरु इति, तत्र एकमेव लृट् लकारे धातु किं भगिनि पङ्क्त्यां प्रथमधातु किं? गुट्, गुट् गुट् 17th लैन् श्लत् हन् प्लू श्लत् अस्ति, अन्देन् हन् प्लू मत् मक् गुट्. ओ अस्तु अस्तु, क्षम्यतां क्षम्यतां. गुट् एव प्रथमपङ्क्ति, दट् वेर् उशेस्. ओके ओके अस्तु. तस्मात् अन्तिमधातुः अस्तु भगिनि, क्षम्यताम्. नास्ति चिन्ता, तत्रैव अस्माकं चिन्ता स्वरिष्यति इति एकमेव रूपम् इति अत्र दत्तं, तस्य एव चर्चा. कस्मिन् करपत्रे अरुणा भगिनी तद् अस्ति? तत्र रूपद्वयमस्ति, अहं पश्यन् एव अस्माकम् इडागमस्य करपत्रे, अभ्यासकरपत्रे तत्र वेट् वेट् दातु इत्यस्मिन् अस्ति सुरुरि स्वर्ता स्मर्ष्यति स्मरिष्यति इति उक्तम्. स्मरितसूति श्रूयति वा दुष्पावः? पश्यन् अस्मि, तत्र मातुः पुस्तके पश्यन् अस्मि इदानीं किमपि तत्र अपवादः अस्ति वा? प्रायः तत् काशिक दत्तं तदेव स्यात्. एकमेव इति दत्तं विप्रतिषेधेन इत्यपि उक्तम्, परन्तु यत्नपि अस्ति साक्षात् उक्तं स्वरतेः इति उक्तं खलु तत्र, अतः तदपि स्वरतेः वा इति उक्तत्वात् तदपि दृष्टवन्तः खलु. सत्यं, मातु पुस्तके पश्यन् अस्मि तत् न प्राप्तम् अत्र इदानीम् अत्र तु न दृश्यते. न श्रूयते भगिनि, न किमपि न उक्तं, तत्र एव अस्ति इति तत्र नास्ति, तावदेव अस्ति, तद् स्मरिष्यति इति भवति इत्येव, इतोपि अधिकचिन्तनं किमपि नास्ति अत्र. अस्तु, पश्यामः कमपि अन्यत्र कुत्रचित् लभ्यते वा इति पश्य. तत्र मातुः पुस्तकं किमपि न दत्तं, केवलं तत्र स्वरति सूति इति एव उक्तं. तत्र एतत् लिट् लकारे न भवति इति रूपं तादृश न प्रदर्शितम् अपि किमपि न उक्तम्. वृद्धनो अस्ति कृ अहं नास्ति. अस्तु, पश्यामः तत्र अन्यत्र कुत्रापि प्रायः. एकमेव ऋकारान्तः अपि अस्ति खलु तत्र वेट् मध्ये, अग्रिमं तु प्रायः अहं तु तादृशं प्रायः ऋद्धनोः विषये विस्मृतवन्तः वा. तदपि भवितुम् अर्हति, न जानामि. तत्तु उक्तं तादृशमेव. अस्तु, पश्यामः. अस्तु महोदय, भवान् अग्रिमं करोतु. धन्यवादः. धन्यवादः. मस्जिद्. अस्तु, मस्जिद् मस्जिद् अनिट् अस्ति, मस्जिद् अनिट् अस्ति, परन्तु अत्र नुमागमः भवति. तत्र मस्जिद् नशेः जलि अकिति इति, अतः तत्र सकारस्य लोपः भवति, परन्तु मङ्क्ता इति भवति. मङ्क्ता, मङ्क्तुं, मङ्क्तव्यम्. अनन्तरं मङ्क्ष्यति. अमङ्क्षत् इति रूपम्, अमङ्क्षत् इति रूपम्. सत्यं सकारस्य लोपः तत्र स्कोः संयोगात् गृहधातुः गृहधातु गृहधातु खलु. किमस्ति अत्र गृह इति अनिट् अस्ति इति, अनिट् अस्ति वा अत्र? वेट् इति दत्तं, प्रायः गृह् द्वयमस्ति, एकं सेट् अस्ति, एकं वेट् अस्ति. एकः वेट्, एकः सेट्. अकारान्तः खलु अत्रापि, न अत्र तु गृह इति वेट् मध्ये अपि अस्ति महोदय. गृहिष्यति. तर्हि गृह गर्हिता, गर्हिता भवति, गर्हिता गर्हितुं, गर्हितुं, गर्हितव्यं, गर्हिष्यति. किमपि गृहिष्यति इति भवति खलु, तत्र किमपि तत्र गर् भवति वा? गर्हिष्यते, गृह गर्हिष्यते इति एकं रूपं. तत्र यत्र वेट् अस्ति, एकनिमिषं तदपि पश्यामः. सेट् खलु, न सत्यमेव, गर्हिष्यते इति एव रूपं. गर्हिष्यते, अगर्हिष्यत् इति भवति. तर्हि अनिट् अनिट् अस्ति चेत् गृह् खलु, ढकार गोढा, गर्ढा, गर्ढा इति भवति, गर्ढा, गर्ढा गर्ढ अपि च किमस्ति गर्ढव्यम् अग्रे किमस्ति अत्र द्रक्ष्यति इति भवति खलु अत्र ढकार होडः तत्र होडः अनन्तरम् अस्माकं वश्भावः द्रक्ष्यति अघ्रक्ष्यत् एकनिमिषम् अहं तुमुन् प्रत्ययः न कृतवान् एकनिमिषं गर्ड् योग तुम् अस्तु गर्ढुम् इति गर्ढुं तत्र सुत्वम् अनन्तरं जस्वं चषस्ततोर्दोर्गः अपि भवति खलु चषस्ततो आमां तदेव अनन्तरं सुत्वं भवति सत्यं डकार डोडे डोडे नै अस्ति इति मम आमां ढकार ढकार खलु आं सत्यं सत्यं सत्यं तदपि न तु चत्वं एके एव अस्ति फोडः फोडः अनन्तरं जसतोदः ढकारः ढकारः अनन्तरं श्रुत्वम् अनन्तरं डोडे लोपः गर्ढ सर्वत्र तादृश अस्ति गर्ढ गर्ढुं गर्ढ गर्ढ्यम् अपि च द्रक्ष्यति अघ्रक्ष्यत् इति गर्क्ष्यते आत्मनेपदि इति भवति अघ्रक्ष्यत सत्यम् तत्र केवलं बष्भावः आं सत्यं वेदातुः तत्र तत्र तत्र आदेश उपदिशति वा इति भवति वाता वातुं वक्तव्यं वास्यति अवास्यत् इति भवति तुषु धातुः धातुः सेट् वा सेट् शुष् धातु अस्ति न इति मन्ये शोषितव्यं सेट् महोदय क्षम्यतां वे अनिट् महोदय शोष्टा अनिट् वा आं पुष् अस्तु तर्हि शुषु तर्हि अनिट् अस्ति चेत् ता खलु सोष्टा सोष्टा सोष्टुं सोष्टव्यं शोक्ष्यति अशोक्ष्यत् इति भवति अशोक्ष्यत् स्विद् स्विद् स्विदिति स्विद् अनिट् स्विद् विद् किद् विद् स्विद् इति अनिट् अनिट् अस्ति आम् अनेट् अस्ति स्विद् विद् स्विद् शुद्ध विद् स्विद् स्विद् अस्तु स्विद् योग एकनिमिष कुत्र अस्ति स्विद् स्विद् योग स्वेद् स्वेत्ता इति भवति स्वेत्ता स्वेत्तुं स्वेत्तव्यम् अत्र स्विद् योगता तत्र तत्त्वं स्वेत्ता स्वेत्तुं स्वेत्तव्यं स्वेत्स्यति स्वेत्स्यति अस्वेत्स्यत् अस्वेत् वह् धातुः वह् धातुः अनिट् खलु अनिट् सत्यम् आं महोदय तत्र सहि वहोः किमपि अस्ति वा सहि वहो ओढा ओढा खलु सहि वहोः किमस्ति तत्र अकिति वा सहि वहोः ओढः इति सूत्रे ओढः इति सूत्रेण वह् धातोः ओकारः ओकारः भवति खलु तत्र होडः इति सूत्रेण महोदय न डकारः अस्ति नाट् बै होड नास्ति वा ओद्वर्णस्य 6312 सहिवहोरोद्वर्णस्य ओद् अवर्णस्य सहिवहोरोद्वर्णस्य किं भगिनि 6312 इति अत्र दत्तमस्ति एकवारम् अहं तत् पश्यामि 6312 एव वा तर्हि वड् इति भवति वड् यघ वड् अनन्तरं तत्र लोपः वढ् वढ् वढा ओडा इति सहि ओः ओत् इति सहि वहोः खलु तत्र सहि भगिनि प्रायः तत्र 6312 भगिनि तत्र दोषेण दकारलोपनिमित्तिके वाडा इति भवेत् वाडा इति परन्तु ओडा इति भवति तदेव डकारलोपनिमित्तिके डकारे परे सह धातोः वह धातोः च अवर्णस्य ओकारादेशः भवति डलोपे पूर्वसिद्धि गुणः अधः अस्ति तदनुवृत्ति डलोपे सः सः सोडा सोडुम् अथवा सोडा वह ओडा अपवादत्वेन अस्य कार्यम् इति वा ड्रलोपे इत्यनेन यद् पूर्वस्य दीर्घोणः नास्ति पूर्वस्य दीर्घोणत्वं भवति सहि वहोरोत्वर्णस्य सत्यं सम्यक् अग्रे अस्तु तत्र वहुयोग त्यति खलु वहुयोग तत्रापि वक्षति वक्षति अवक्षत् इति उभयपदी अस्ति अतः उभयपदी अस्ति वा आम् आम् तर्हि तत्र हा वहिता वा तर्हि उभयपदी अस्ति भगिनि तत्र वक्ष्यते वक्ष्यति वक्ष्यते इति रूपद्वयम् अस्तु अवक्षत् अवक्षत् सत्यम् इतोपि एकं करोतु महोदय दृक् दृः खलु दृः वा आं दृः दृः इति सेट् वा अनिट् दर्हिता दर्हिता दर्शितुं दर्शितव्यं एकनिमिषः दृहयोग त्यति दर्शिष्यति अदर्शिष्यत् सम्यक् इति भवति मिश्यपि करोति वा अनन्तरम् उषा भगिनी अग्रे करोति मिश्यपि करोतु चेट् अस्ति मिषिता मेषिता मेषिता मिश्य मेषिता मेषितुम् इति महोदय अस्ति वा मध्ये इदानीं श्रूयते मध्ये किञ्चित् मेषिता मेषितुं तत्र सेट् अस्ति इति कृत्वा मेषिता मेषितुं मेषितव्यम् अपि च अमेषिष्यति अमेषिष्यति सत्यं मेषिष्यति अमेषिष्यत् इति सम्यक् इति अस्ति तदेव प्रायः उषा भगिनी भवती करोति वा विचारभ्य धन्यवादः रिच् इति धातु रिच् धातु हलिट् धातु इति दत्तं रिच् रेक्ता रेक्ता रेक्तुं रेक्तव्यं रेक्ष्यति रेक्ष्यति रेक्ष्यति चकारः ककारः अस्यति रेक्ष्यति उभयपति अपि दत्तं रेक्ष्यति रेक्ष्यते रिच् पच् रिच् पच् दट् इस् डिफ्रेण्ट् बट् रिच् इस् विरेचने विरेचने ऋणक्ति ओ रिक्तं लैक् ब्लाङ्क् एम्टि अर्थे ओके ओके रेक्ष्यति अरेक्ष्यत् अरेक्ष्यत् रग् दकार दकार अन्त दातु सेट् एव इति सेट् एव सेट् रग् रगिता रगिता रगितुं रगितव्यं रगिष् रगिष्यति इन् इन् अस्ति रगिष्यति अरगिष्यत् सत्यं शङ्कायाम् इति अर्थः शङ्कायां रगे शङ्कायां अजन्तधातु अजन्तधातु इकार इकारान्तधातोः श्री श्वी एव सो श्री श्वी वट् इस् धातु सि इत्यनेन अनिट् खलु अनिट् अनिट् धातु क्षेता क्षेतुं क्षेतव्यं क्षेक्ष्यति अक्षेक्ष्यत् श्वि श्वीः तदपि अजन्तदातु श्वी एव तदा एव श्वी श्वी दत्तं श्री अपि च श्वी श्वयिता श्वयिता श्व यकार इकार श्वयिता श्वयितुं श्वयितव्यं श्वयिष्यति अश्वयिष्यत् ओके धातु किं भगिनि युज् युज् युज् जकार जकारान्तदातु अनन्तदातु प्रायेण सेट् युज् ओ युज् अनिट् अनिट् अनिट् इति दत्तम् अनिट् अनिट् अपि युज् युज् युज् युज् युज् अनिट् अनिट् एकं सेट् अपि अस्ति परन्तु तत् सुरादिगणे अस्ति ओ दिस् युज् दातु इस् अनिट् अनिट् अनिट् अनिट् विच् गण भगिनि दिवादौ रुदादौ दिवादौ रुदादौ ओ सो लटि किं युज् युज्यते युज्यते वा युज्यते युज्यते आम् आम् आम् युज्यते इति कर्मणि न न कर्तरिरूपमेव आत्मनेपदी धातुः ओ दिवादिगणे वा रुदादौ उभयपदी अस्ति रुदादौ युनक्ति युङ्क्ते इति रूपम् युजिर्योगे युज्यते अपि च युनक्ति युज् सो योक्ता जकारस्य ककारः जकारस्य अनन्त प्रथमं गकारः अनन्तरं ककारः ओके योक्ता योक्तुं योक्तव्यं योक्ष्यति उभयपति इति दत्तं योक्ष्यते अयोक्ष्यत् अयोक्ष्यत् अयोक्ष्यत् ध्वज् ध्वज् ध्वज् जकारान्त ध्वज् इति सेट् एव ध्वज् सेट् इति अस्ति इत्यनेन ध्वजिता ध्वजितुं ध्वजितव्यं ध्वजिष्यति अध्वजिष्यत् मृष् चकारान्तधातु मृष् इति धातु शकारान्तधातोः कृते अस्ति वा मृष् मृष् इति शकारान्तधातोः कृते नास्ति सेट् एव मृषिता मर्षिता गुणगुण अस्ति मर्षिता मर्षितुं मर्षितव्यं मर्षिष्यति अमर्षिष्यत् अमर्षिष्यत् गुण अस्ति अनन्तरं मर्ष अन्दन् इकार मर्षिष्यत् अनन्तरं ब्रश्ज दत् सूत्र दट् धातु ब्रश्ज जकारः अनिट् ओके अनिट् दे हाव् गिवन् देन् इट् विल् बि ओके ब्रश्ज किमर्थं दट् त्री ओ स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य सकारः ककारः ओके ब्रश्ज ककारः ओके अण्ड् देन् ब्रश्च ब्रश्च ब्रष्टु भगिनि एकवारं पुनरेकवारं कृपया वदतु ब्रज् ब्रज् स्कोः संयोगाद्योरन्ते च इत्यनेन ब्रज् भवति न सकारः ककारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपः भवति न तु द्वितीयसदस्य ओके ब्रज् ब्रज् देन् ओ देन् व्रश्च ब्रश्य शकारः ब्रश् भवति ब्रश् अनन्तरं तकारः उष्टुनाष्टुः भ्रष्ट भ्रष्ट सत्यं परन्तु तत्र रूपद्वयमस्ति भ्रष्टोरूपदायोः रमण्यतरस्याम् इति तत्र भर्ज् इति अपि भवति ब्रश्ज् धातोः रेपस्य च उपदावर्णस्य च विकल्पेन रम् इति आगमः भवति रम् इति आगमः भवति आर्धधातुके प्रत्यपर सो आर्धधातुके इत्यनेन सिक्स् फोर् ओके सिक्स् फोर् फार्टि सिक्स् अण्डर् दाट् ओके ओके सिक्स् सो रम् उपदावर्णस्य च विकल्पेन रम् उपदावर्णस्य च रेपस्य च उपदावर्णस्य च टुगेदर् एतदेव वयं दृष्टवन्तः खलु विशिष्टसूत्रम् इति आमाम् इट् टुक् सम् टैम् इदानीमपि अहं विस्मृतवती भ्रष्टोरोरुपदायाः रमण्यतरस्याम् आर्धधातुकप्रत्यये परे भ्रष्टातोः रेपस्य तथा उपदावर्णस्य विकल्पेन रम् इति आगमः ओ ओ वेन्स रेपा बकारस्य रेप् बकार अनन्तरं रेपः रेपस्य लोपः सकारस्य लोपः ब अ ज अन्त्यात् अजः परः इर् आगमः ब अ इर् ज वर्ज् एतदेव वयं दृष्टवन्तः इदानीमपि स्मरणे एव न आसीत् विकल्पेन देन् रम् इति आगमः भवति उपदावर्णस्य रेपस्य च अपि च उपदावर्णस्य च तयोः स्थाने एव भवति तयोः स्थाने भर्ज् इति भवति वज् अनन्तरं व्रश्च व्रश्च पुनः आगम इति अस्ति अत्र आदेश इव भवति आदेश इव वेष्ट मकारादे रम् इति आगमः अन्त्यात् अच परः ओ ओके ओके ओके मितचोन्त्यात् परः ब्रा खलु ब्रा अन्त्यात् अचः परः पर्ज् इति भवति अनन्तरं व्रश्च व्रश्च अनन्तरं ष्टुनाष्टुः वर्ष्टुम् इति भ्रष्टा अपि अस्ति भ्रष्टुम् इति अपि अस्ति वा सो भ्रष्टा भ्रष्टा भ्रष्टा भ्रष्टा भ्रष्टा इति सामान्यं यदा एतत्तु विकल्पेन भ्रष्टो रोरुपदायः रमण्यतरस्याम् इत्यनेन भ्रष्टा अस्तु for me if I know the sutra number then it helps a lot the number is okay varna dadike par okay bharshta apicha bhrashta bharshtum apicha bhrashtum bhashtavyam apicha bhrashtavyam bharshyati bhakshyati bharshyati ब्रक्ष्यति ब्रक्ष्यति सौन्स् ब्रक्ष्यति अपि च आत्मनेपथ्ये अपि अस्ति ब्रक्ष्यति द्वयमपि ब्रक्ष्यति अपि च ब्रक्ष्यते अभ्रक्ष्यत् अभ्रक्ष्यत अपि अस्ति अत्रापि बर् अस्ति खलु अभ्रक्ष्यत् अभ्रक्ष्यत भक्ष्यति दक्ष्यते सम्यक् एव अग्रिमदातुः भगिनी नख् नख् नहोदः नख् नहोदः इति खलु नहोदः अस्ति हकारान्तदातु हकारान्तदातोः कृते नख् अनख् अस्ति ओ ओके अनिट् दातु अनिट् दातु नहोदः या नहोदः इत्यनेन धकारः भवति हकारस्य स्थाने अनन्तरं ओ जलां जश् जशि नहोदः आम् आं जलां जश् जशि खलु जशस्ततोर्दोर्दः अनन्तरं जलां जश् जशि हकारस्य स्थाने महाप्राणदकारः अस्ति महाप्राणः दकारः अनन्तरं तकारः अस्ति जशस्ततोर्दोर्दः आम् आम् जश्वर्णः अस्ति जशस्ततोर्दोर्दः सो अनन्तरं जलां जश् जशि जलां जश् जशि एव महाप्राणदकारस्य स्थाने महाप्राणधकारः सो प्रथमधकारस्य स्थाने अल्पप्राणधकारः नद्ध आम् नद्ध नद्धुं नद्धव्यं नत्स्यति नद् प्रथमं नद् भवति अनन्तरं स्यति करि च ओके नत्स्यति नत्स्यते अपि अस्ति ओके अनत्स्यत् अनत्स्यत सम्यक् तदेव धन्यवादः भगिनि अरुणा भगिनि फग् स्टेट् अस्ति स्वगिता स्वगितुं स्वगितव्यं स्वगिष्यति खलु स्वग् इति धातोः गकारस्य इत्संज्ञा भवति वा न फगिता भगिनी परन्तु प्रायः महाप्राणगकारः वा फग् इति न दृश्यते भवत्याः पुस्तके अस्ति वा होग् अत्र तु फग् न आगच्छति फग् ककारः ग इति नास्ति अन्तिमवर्णः, क्व इति अस्ति वा? नास्ति नास्ति. क्वल् इति अस्ति, क्वग् इति नास्ति खलु, क्वे इति अस्ति. क्वल् इति क्वल् क्वल् अस्ति वादिघ्नीय क्वल् इति करोतु भगिनि. सेट् अस्ति चेत् क्वग् इति नास्ति. सेट् अस्ति भगिनि. हलिता हविता श्वलिता श्वलितुं श्वलितव्यं फलिष्यति फलिष्य उभयपदि वा एकं परस्मैपदि धातुः एव अह्वलिष्यत् इति तत्रापि मुद्रणदोषः प्रायः क्वल् क्वल् इति भवेत्. त्यज् त्यज् अनिट् अस्ति भगिनि, अवल्यम् अस्ति. त्यज् तक्तुं तक्तव्यं, त्यक्ष्यति अतच्छत्, त्यक्ष्यति अतच्छत्. वृद्ध अपि वृद्ध दकारान्त अत्र अवल्यं नास्ति इति मन्ये, केवलं सेटवः. वर्धिता वर्धितुं वर्धितव्यं, वर्धिष्यति अवर्धिष्यत्. लिश् आवल्यम् अस्ति भगिनि, सत्यम्. अत्र लेढा भवति, लेढा लेढुं लेढव्यं, लेक्षति लेक्षते अलेक्षत् अलेक्षत. सम्यक्. बस् वस्तु अवल्यम् अस्ति भगिनि, अनिट् अस्ति. वस्तु व्यवस्था भगिनि, व्यवस्था वस्तु वक्तव्यं, वक्ष्यति किं भगिनि? वक्ष्यति. तत्र स्यः स्यः स्याद् आर्धधातुके इत्यनेन सकारस्य स्थाने तकारादेशः. वत्स्यति अवच्छत्. तत्र कुत्रचित् अन्यत्र अपि तादृशम् आदेशः भवति खलु, तत्र सकारः इति सकारान्त अङ्गस्य सकारादि आर्धधातुके प्रत्यये परे तकारादेशः. सो वत्स्यति इति भवति. इतोपि एकस्मिन् स्थले वयं दृष्टवन्तः खलु, तत्र सकारः आदेशः सकारसुस्ता पूर्वमपि प्रायः आसीत्. अस्तु, अग्रिमदातु भगिनि. युत् योतिता योतिता योतितुं योतितव्यं, योतिष्यति योतिष्यत्. कीदृश सेट् एव सेट् दातु भगिनि, योतिता युत् भासने योतिता योतिष्यते आत्मनेपदि दातुः. अग्रिमं सृब् सृब् अपि सेट् अस्ति मन्ये, यब् रब् लब् एव भकारान्त दातवः. रुब् रब् रब्धा सर्भिता ओ सर्भिता ओ सर्भिता क्षम्यतां, सर्भिता सर्भितं सर्भितव्यं, सर्भिष्यति असर्भिष्यत्. यं नमेव सेट् अस्ति. स्तमिता स्तमितुं स्तमितव्यं, समिष्यति असमिष्यत्. इतोपि एकं करोतु भगिनि. कल् अपि सेट् अस्ति. स्खलिता, स्खलितुं, स्खलितुं, वयं स्खलिष्यति, अकलिष्यत्. ड्रम् सेट् अस्ति, अनिट् अस्ति. रं रक्ता रन्तुं रन्तव्यं, रंश्यते अरंशत. समीचीनं भगिनि, धन्यवादः. महोदय करोति वा? गल् गल् गल् गल् गल् गल् इति सेट् गलित इति सेट् खलु, सेट् अस्ति चिन्तयामि. गल् गलित, गलितुं, गलितव्यं, गलिष्यति, अगलिष्यति. गल् अदने श्रवणे गलिता. ऐ ऐ अपि सेट् अस्ति चिन्तयामि. ऐ ऐ अयिता, अयनं, तदेव क अयनम् इति तदेव अयनम् इति प्राय पश्यामि. ऐ अयनं राम रामायणम् इति रामायणं रामायणम् आम् अय ऐ गतौ अयं गतौ इति धातुः भूवादौ तदेव भवति. सत्यम् अयिता, अयितुम्, अयितुम्, अयितव्यम्, अयिष्यति, आय् क्षम्यताम् आयिष्यत् आयिष्यत् सत्यम् यत् यत् तदेव यत् यतिष्यति यतिता यतिता यतितव्यं यतितुं यतितुं यतिष्यति अयतिष्यत् अद् अदिति अनिट् अत्ता अत्तुं अत्तव्यम् अत्यति आत्स्यत् इति भवति. मृद् मृद् अस्ति मृद् मृद् मृद् मृद् खलु मृद् मृदिष्यति क्षम्यताम् एतत् अनिट् एव मृदिता मृदितुं मृदित सेट् खलु मृदितव्यं मृदिष्यति अमृदिष्यत् तद् तदिति अनिट् अस्ति इति चिन्तयामि. तद् सद् सद् सद् सद् तद् तद् पद् इति तादृश बहवः सन्ति. सः तद् सत्ता सद् इति अनिट् सत्यं महोदय. अनिट् एव सत्ता सत्ता सत्ता तादृशमेव तदेव खलु सत्ता इति सत्ता सत्ता सत्तुं सत्तव्यं सत्यति असत्यत् इति पै इति दातु पै पै पैता पयितुं पयितव्यम् अपै पैष्यति अपैष्यत् इति भवति. स्पष्ट स्पष्टिति चेट् अस्ति वा स्पष्टः स्पष्टः तदेव न न अत्र सेट् इति दत्तम्. एतत्तु तद् खलु एतत्तु ताळव्य परन्तु परन्तु अत्र तु स्पश बाधनस्पर्शनयोः इति सेट् इति दत्तं स्पशिता. अत्र आवल्यम् अस्ति वा स्पश इति स्पर्श आम् एतत् नास्ति. एतत्तु स्पशिता इत्येव अष्टा इत्येव वयं स्पष्टं तद् स्पष्ट तद् स्पर्श धातुः धातु नास्ति खलु प्रायः प्रायः किमपि अन्यदातु नास्ति प्रायः अनेनैव स्यात् तत्र कुत्र भवति खलु कुत्रचित् निष्ठा प्रत्ययपरे तत्र कुत्रचित् विकल्पः अस्ति चेत् तत्र ईडागमनः भवति इति किमपि अस्ति खलु. अत्र स्पष्ट इत्यत्र स्पश निच् इत्त इत्तप्रत्ययः स्पष्ट इति भवति. स्पष्ट स्पष्ट स्पष्ट स्प स्पष्ट एव अस्मिन् धातुतः एव आगतं, परन्तु इक्तप्रत्ययः पशीति भुवादिगणे अपि अस्ति, चुरादिगणे अपि अस्ति. एतत् चुरादौ यदा निश्चयो स्पष्णिच् इक्स इति इक्स प्रत्ययः यदा योजयामः तत् स्पष्टा इति भवति. स्पष्ट तर्हि स्पशितु वा स्पशिता एत तत्र आम् अत्र तु स्पशिता स्पशितुम् इति भवति. स्पशितुम् अग्रे स्पशिष्यति एकविषय स्पशिष्यति आम् सत्यं स्पशिष्यति अ स्पशिष्यत् इति भवति स्पशिति अग्रे लड् इति टवर्गी अस्ति लडिता लडिता लडितुं लडितव्यं लडिष्यति अलडिष्यत् गज् धातुः गज् धातुः अपि सेट् इति गजिता गजिता गजिष्यति अगजिष्यति इति भवति. टप् धातुः टपिता चपितुं चपिष्यति अचपिष्यत् चप् इत्युक्ते किं चप् धातु चप् चप् सान्तवने कन्सोल् सूट् कुपासिफै शान्त कर्ण चपलम् इत्यत्रापि चप् एव दातु तद् चुरादौ चप् एव दातु वा तत्रापि आम् एतत्तु सान्तवने चपति इत्युक्ते सान्तवने अस्तु कन्सोल् सान्त्वने वा तर्हि चपलम् इति कम्प्लीट्लि आपोसिट् टु चीट् टु डु मिस्डीड् चपयति चपिता चपितुं चपिष्यति अचपिष्यत् इति भवति. शश् शश् शश् शश् इति चेत् वा चेत् इति चिन्तय शशि एव तदेव वा शश् इति सेट् एव प्लुतगतौ सेट् ओ अतः एव तस्य नाम शशकः वा शश् अस्तु शशः खलु शशः इति प्लुतगतौ शशः इति भवति गच्छति इति प्रायः सर्वदा शशति इति शशकः सेट् अस्ति शशिता शशितुं शशिष्यति अशशिष्यत् इति भवति. भज् भज् धातु अनिट् अस्ति इति चिन्तयामि भक्ता अस्ति वा भज् भज् भज् इति अनिट् अनिट् अस्ति चिन्तयामि भज् अनिट् एव महोदय अनिट् एव खलु तत्र भक्ता भक्तुं भक्तव्यम् अग्रे भक्ष्यति अभक्ष्यत् इति भवति भवति समीचीनं. प्रायः उषा भगिनी करोति वा धन्यवादः इति मन्ये पकारः एव अत्र आहल्यं नास्ति खलु अस्ति वा लप् पकारः लप् पकारः अस्ति भगिनि लप् नास्ति अत्र अस्तु लपिता लपिता लपितुं लपितव्यं लपिष्यति लपिष्यति अलपिष्यत् कट् सेट् एव सेट् एव कठिता कठितुं कठितव्यं कठिष्यति अकठिष्यत् कट् इति हार्ड् कृच्छ्र कृच्छ्रजीवने कष्टजीवने टु ड्राग् आन् द डेस् आफ् लैफ् टु लिव् इन् डिस्ट्रेस् इति अर्थः तस्य कटति ओ हो कटति सम्यक् वल् इति दातु लकार लकार अस्ति वा सेट् एव इति मन्ये सेट् एव वलिता वलितुं वलितव्यं वलिष्यति अवलिष्यत् वलिष्यत् अनन्तरं फल् अस्ति तदपि सेट् फलिता फलिता फलितुं फलितव्यं फलिष्यति अफलिष्यत् वम् इति सेट् सेट् खलु भगिनि मकारान्त वमिता वमितुं वमितव्यं वमिष्यति अवमिष्यत् to vomit, to drop, to emit, to give out, to be sick, vamati iti. Angla bhasha na tadeva. Vomit, tadeva. Nad dhatu, nad dakarasya tadeva. Nad nasti can say it. सेट् इति नदिता नदितुं नदितव्यं नदिष्यति नदिष्यति अनदिष्यत् नदति इति नदी नदति नदति खलु नदति नदति सौण्ड् रैट् सत्यं नादः इति अनेन एव भवति नद् धातुतः एव नादः अपि सेट् एव हणिता हणितुं हणितव्यं हणिष्यति अभणिष्यत् कारान्त सेट् एव सेट् इति अस्ति चेत् हठिता हठितुं हठितव्यं हठिष्यति हठिष्यत् अहठिष्यत् अहठिष्यत् अनन्तरं तट् तट् अपि सेट् एव तटिता तटितुं तटितव्यं तटिष्यति अतटिष्यत् तट् इति टु फ्लाटन् ऐ डोण्ट् नो तट् इति उच्छ्राये टु गो अप् टु गो है टु रेज् तटः इति वदामः खलु आमामां टु रेज् रेज् ऐ वास् थिङ्किङ्ग् आफ् तट् इन् तमिळ् तट् उच्छ्राये टु रेज् अप् वै वैकार तदपि सेट् सेट् ओ वै इति वेट् धातु वा वकार देर् इस् सो मेनि वेट् धातु खलु भगिनि सेट् इति एव दत्तमत्र वै गतौ मया गतौ सेट् सेट् वयिता वयितुं वयितव्यं वयिष्यति अ वैष्यते अवैष्यत स्वद् दकार दकारस्वद् नास्ति नास्ति स्विद् अस्ति स्वद् नास्ति स्वद् नास्ति सेट् स्वदिता स्वदितुं स्वदितव्यम् अस्वदिष्यति अस्वदिष्यति अस्वदिष्यत् आत्मनेपदी आस्वादने इति अर्थे वेदेषु परस्मैपदस्य रूपाणि अपि दृश्यन्ते इति लिखितम् अस्तु स्वादः स्वाद् स्वाद् स्वदन्ति देवा उभयानि हव्या इति ऋग्वेदे प्रयोगः अस्ति स्वद् धातोः आत्मने पदी परन्तु वेदेषु परस्मैपदी अपि दृश्यते इति लिखितमस्ति स्वद् अनन्तरं स्वद् स्वाद् स्यम् स्यम् इति धातु मकारः सेट् एव स्यम् स्यमिता स्यमितुं स्यमितव्यं स्यमिष्यति अस्यमिष्यत् दै अपि करोतु अनन्तरम् अरुणा भगिनी अस्तु भगिनि दै सेट् एव दयिता ओ दयिता अस्मात् एव लुक्स् लैक् दयिता दयितुं दयितव्यं दयिष्यति अदयिष्यत् आनगतिरक्षणहिंसाधानेषु दयि धातुः पूर्वमपि कुत्रचित् दृष्टं दयि दयिता ऐ थाट् वैफ् इस् आल्सो फार् दयिता रे कमलजतयिता जतयिताष्टकं खलु कमलज दयिता तु अक्सेप्ट् इति अर्थे प्रायः दयिता इति भवति अत्र तत्र इन्टेलेक्चुअल् प्रापर्टि दयिता इति तादृश अस्ति वा दायित्वं दायित्वं सत्यं दयिता एन्सेस्ट्रल् प्रापर्टि किमपि चिन्तयामि तत् दै दै तदेव खलु दानगत दान अर्थे अस्ति अक्सेप्ट् रिसीव् ओब्टेन् इति अर्थे अस्ति गतिरक्षण अर्थे अपि अस्ति खलु कमलज दयिता कमलजतयिताष्टकं दयिताष्टकं दयिताष्टकं सो अक्सेप्ट् इति तु अस्मिन् अर्थे अपि भवितुम् अर्हति खलु कमलजतयिताष्टकं सत्यं दायितं दायितव्यं दा किम् अस्ति तद् दायिता हि महोदय उत्तरदायित्वम् इति वदामः खलु रेस्पान्सिबिलिटि अस्मादेव दयित्वं दयित्वम् इति अस्ति तस्य भाव तत् प्रायः निचि दा निचि किं रूपम् अस्ति निजन्तकर्तरि दाययति तत्र प्रायः भवति दायित्वं निचीकृदन्ते दायकः दायित्वं दायनीय दायित्वं दायितृ दाययिता प्रायः भवति दायत्वं दायित्वं दायित्वं हा भवति दायितः इति एव इष्टप्रत्ययः भवति दायक दायिक दायक वन् हू रिसीव्स् इट् बिगिनिङ्ग् टु अक्सेप्ट् इन् दट् सेन्स् दान गतिरक्षण द्वयमपि अस्ति अस्तु अरुणा भगिनि कुमार् धन्यवादः कुमार् कुमार् इति दातु दै अनन्तरं सन् खलु सन् स्यं भगिनि सन् सन् क्यं यम् इति प्रथमधातु कुमर् कुमर् अति स्टेट् अस्ति स्मरिता स्मरितुं स्मरितव्यम् अनन्तरं सन् खलु सन् इति धातु नो नो भगिनी मर् मर् इति अस्ति खलु तकार भगिनि दैक् मर् मर् बट् इति अस्ति मरिष्यति मम दै सन् रद् शद् जम् स्वर् न दद्दि भगिनि रप् रफ् रप् भट् चम् पद् स्तग् तदेव स्यम् इति स्यम् दै उक्तवन्तः खलु कुमर् कुमर् कुमर् कुमर् भगिनि दै अनन्तरमपि दत्तम् इन् दट् सेम् लैन् ओ एवं वा पुनः वा दट्स् वाट् ऐ वास् लुकिङ्ग् अस् क्षम्यताम् अस्तु अस्तु आम् आं मध्ये पुनः अपि आयाति आं भगिनि आं कुमर् कुमर् भगिनि स्मर्तुं स्मर्तव्य स्मर्तुं स्मरिष्यति परस्मैपदमेव सत्यम् अर्थं किं भगिनि श्रूयत् हूर्चने मर् कूर्चने इति अर्थः टु बि क्रुकेड् किं भगिनि क्रुकेड् सि आर् ओ ओ क्रुकेड् क्रुकेड् कूर्च इति कूर्चने कूर्चं वि हेव् हर्ड् इन् लैक् तद् तद् कूर्चम् कूर्चः एतद् कूर्चने ओ ओ अस्तु अस्तु एतद् भिन्नं तद् भिन्नं दट् इस् कूर्चन् कूर्चम् एतत्तु कूर्चने ओके रप् भगिनि रप् इति अस्य दातु अस्ति गतौ अर्थे प्रसमयपदे रपिता रपितुं रपितव्यं रपिष्यति रपिष्यत् भट् भट् अपि सेट् अस्ति भटिता भटितुं भटितव्यं भटिष्यति अभटिष्यत् छम् अपि अवल्यं नास्ति सेट् अस्ति क्षमिता क्षमितुं क्षमितव्यं क्षमिष्यति अक्षमिष्यत् पद् अस्ति अनिट् अनिट् अदने किमर्थं भगिनि बट् बट् इति गत् गत्यर्थकः प्राय चमति अस्तु पद पद् पद् पद् इति सेट् अनेट् अस्ति भगिनि अद् पद् सद् पत्ता पत्तुं पत्तव्यं पत्यति अपत्यत् सग् सग् अपि सेट् भगिनि सेट् एव टु राप् टु कवर् संवरणे स्थगिता स्थगितुं स्थगितव्यं स्थगिष्यति अस्थगिष्यत् दै वयं कुर्वन्तः दै दै कृतवन्तः सन् सन् अनेट् अस्ति भगिनि सेट् एव सनिता सनितुं सनितव्यं सनिष्यति असनिष्यत् रद्दपि अनेट् इति मन्ये रजिता रजितुं रजितव्यं रजिष्यति अरजिष्यत् षद् षद् अनेट् अस्ति भगिनि षद् षट्टा षट्टुं षट्टव्यं सत्सत्यति असश्यत् जमपि अनिट् खलु अद् पद् सद् सद् सद् जम् जम् अपि सेत् अस्ति जमिष्य जमिता जमितुं जमितव्यं जमिष्यति अजमिष्यत् जम् इत्यपि अदने इत्येव टु ईट् जमिता ज्वर ज्वर ज्वर अपि सेट् एव महोदय ज्वरिता ज्वरितुं ज्वरितव्यं ज्वरिष्यति अजस्त्वरिष्यत् सेट् अस्ति आवल्यामः यूरुनु चूष्णु चोदिता चोदितुं चोदितव्यं चोदिष्यति अशोचिष्यति क्षो इति भवति तत् शविता खलु ओ या शविता ओके शविता शविता शवितुं शवितव्यं चविष्यति अचविष्यत् सर्वे वल्यं दादा सेटः युरुनु गै अपि गा भवति सेट् अनेट् अस्ति माता भगिनी गाता सत्यं गाता सौण्ड् गाता गातुं गातव्यं गास्यति अगात् गास्यति सत्यं गास्यति अगास्यति जप् जपं सेट् अस्ति जपिता जपितुं जपितव्यं जपिष्यति अजपिष्यति समीचीनं क्षण् अपि करोतु भगिनि क्षण् दद् पर्यन्तं करोतु अनन्तरं महोदय षण् अपि सेट् अस्ति शनिता शनितुं शनितव्यं शनिष्यति शनिष्यत् षण् इत्युक्ते दाने इति अर्थः दद् दत्ता भवति किं नो दत्ता सेट् सेट् एव ददता ददतुं ददितव्यं ददिष्यति अददिष्यन् सम्यक् सम्यक् धन्यवादः भगिनि महोदय क्षुद् क्षुद् क्षुद् इति अनेक अस्ति नो सेट् महोदय न न न सम्यक् सेट् अनेक खलु अनेक खलु शुद् इति अनिट् एव महोदय तर्हि योग खलु श्रोत्ता श्रोतुं श्रोतव्यं श्रोत्स्यति अश्रोत्स्यत् इति भवति चर् इति चेत् अहं चिन्तयामि चर् इति चरितुं चरिता चरितुं चरितव्यं चरिष्यति अचरिष्यत् इति भवति रुष्टु ऋषि इति अनिट् वा रोष्ट इति भवति वा रुष्टु इति अनिट् रोष्ट तर्हि तदा भवति रोष्ट रोष्टुं रोष्टव्यं रोक्ष्यति अरोक्ष फलिता फलितुं फलिता सेट् इति चिन्तयामि फलिता फलितुं फलितव्यम् अफलिष्यत् इति भवति हद् हद् इति अनिट् इति हत् हद् पद् हद् इति अनिट् एव हत्ता हत् हत्ता हत्तुं हत्स्यति अहस्यति प्रादेशिकभाषायामपि अस्ति तत्र सत्यं सत्यं पुरी शोत्सर्गे रट् रटनं रटिता रटितुं रटितव्यं रटिष्यति अरटिष्यत् रै चेट् इति चिन्तयामि रयिता रयितुं रयितव्यं अरयिष्यत् रयिष्यति अरयिष्यत् रै इति किम् अस्ति कः सः रै इति पूर्वं दृष्टवन्तः रै रै गतौ एव महोदय रयति रयते आत्मनेपदीरूपं रयते नल् नल् इति नलिता नलितुं नलितव्यं नलिष्यति नलिष्यत् नल् नल् इत्युक्ते किं नल् इति टाप् इति वा खलु टु स्मेल् टु बैण्ड् नल् बन्धने गन्धे बन्धने नलिता अस्तु नल् महोदय तम् इति अपि सेट् समिता समितुं समितव्यं समिष्यति बिद् अनिट् बिद् भेत्ता भेत्ता भेत्तुं भेत्तव्यं भेत्स्यति अभेत्स्यत् इति भवति वट् इति सेट् वटिता वटितुं वटिष्यति अवटिष्यत् हय हयिता हय गतौ खलु हयः वट् वेस्ट् अने कवर् वट् वेस्ट् अने वा टु कवर् वा वट वट वटति तस्मिन् अर्थे अपि अस्ति वट परिभाषणे ग्रामर् इति अर्थे अपि अस्ति द्वयमपि अस्ति द्वयमपि सेट् एव वट वट इति तदपि अस्ति विषये वयवळ वयवळ तदेव हय इति हयति हयः इति तत्र हार्ट् हार्ट् खलु आमां हय हय इति हार्ट् हयः हयिता हयितुं हयिष्यति अहयिष्यत् चद् चदिता चदितुं चदितव्यं चदिष्यति अचदिष्यत् वप् इति अनिट् अस्ति इति चिन्तयामि वप्ता वक्तुं वक्तव्यं वप्स्यति अवप्स्यत् तै इति तैता तैतुं तैता तैतुं चेत् एव तत्र तैता तैतुं तैष्यति अतैष्यत् इति भवति मन् इति अनिट् मन्ता मन्तुं मन्तव्यं मन्स्यत् मन्स्यति मन्स्यति मन् खलु मन् मन्स्यति अमन्स्यत् इति भवति ध्येयि इति तत्र आदेशोपदेशः अस्ति इति ध्याता ध्याता ध्यातुं ध्यास्यति अधास्यत् अध्यास्यत ध्यास्यत इति रम् अपि रम् अपि अनिट् अस्ति रन्ता रन्तुं पूर्वं कृतवन्तः प्रायः रम् तदेव कानिचन दात केचन दातवः पुनः पुनः कुर्मः वा इति मम चिन्तनम् अभ्यासः इति कृतवन्तः रम् इति भगिन्या एव पूर्वम् अस्ति रम् अरुणा भगिन्या एव कृतं तदस्ति पूर्वं कल् रम् गल् ऐ तत्र रम् अस्ति टच् करोतु महोदय चष्ट् इति सेट् एव चिन्तयामि अतः चष्टा चष्टुं चष्टव्यम् एकवारं पश्यामि शलोकः अस्ति चक्षति अचक्षत् इति भवति तल् तल् अपि सलिलम् एतत् एतदस्ति खलु सलिलम् अन्येव भवति वा तल् सलिता सलितुं सलितव्यम् असलिष्यत् सलिष्यति तल् दातुः तल् गतौ शल् गतौ इत्येव अर्थः सलिलम् इत्युक्ते प्योर् इति अर्थे भवतु भवति खलु सलिता अस्मात् प्रायः नास्ति शल् गतौ इति अस्तु करणीयं वा कुत्र वयं इदानीं स्मः सप् प्रायः उषा भगिनी भवती करोति वा चत्वारः प्रायः वयं कुर्मः अनन्तरं स्थगयामः इतोपि एकः भगिनी एका पङ्क्ति एव अवशिष्टः खलु तद् सपिता सपितुं सप् नास्ति इति सप् सपिता सपितुं सपितव्यं सपिष्यति असपिष्यत् सेट् एव भगिनि टु कनेक्ट् टु जायिन् वन् वन् वन् अपि सेट् इति चिन्तयामि वन् सेट् वनिता वनिता वनितुं वनितव्यं वनिष्यति अवनिष्यत् अवनिष्यत् षण् वन् छण् छण् सेट् एव छणिता छणितुं छणितव्यं छणिष्यति अछणिष्यत् दाने दानार्थे छण् हल् हल् ओ हल् हल् सेट् इति मन्ये हलिता सुटु हल् हलिता हलितुं हल् इत्युक्ते लैक् वीसे व्यञ्जन बट् देन् हल् न न तद् माहेश्वरसूत्रेषु अत्र तु सुप्लो टु कल्टिवेट् टु टिल् टु फरो हलः हलः खलु हलः हलः हलः हलः तद् हलन्तचिह्नम् इति वदामः खलु हलन्तचिह्नं तद् तु चिह्नम् एतद् हल्लिव चिह्नं हलिता हलितुं हलितव्यं हलिष्यति अहलिष्यत् हल् अनन्तरं किम् अस्ति त्युद् दकार दकार दकारान्त त्युद् त्युद् नास्ति इति अनिट् एव अनिट् एव दत्तं दत्तं तोता तोता तोतुं तोतव्यं तोत्स्यति तोत्स्यते अतोत्स्यत् अतोत्स्यत नै पर्यन्तं कुर्मः वा अनन्तरं बट् आरभ्य अग्रिमसप्ताहे नै नै नै इति सेट् नयिता नयितुं नयितव्यं नयिष्यति अनयिष्यत् बट् आरभ्य कुर्मः तत्र अग्रिमकरपत्रमपि प्रायः अग्रिमसप्ताहे आरम्भं कुर्मः एतद् मध्ये मध्ये द्रष्टव्यं भवति यदा अथवा विस्मरणमेव भवति अस्य इदागमस्य अग्रिमकरपत्रं किं लिट् लुट् वा किमपि लुट् लुट् लकारः अग्रिम लुट् तास् प्रत्ययः खलु लुट् लकारः अस्ति चेत् इडागमः अस्ति तस्मिन् समये अपि मध्ये मध्ये वयं किञ्चित् अभ्यासं कुर्मः एव इदानीं किञ्चित् वेगः आगतः पश्यामः अस्तु धन्यवादः अस्तु धन्यवादः धन्यवादः भगिनी नमस्कारः भगिनी